सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अदादिगणः इति विषयः। तत्र अजन्तदातवः तेषाम् अध्ययनं जायमानमस्ति। तर्हि इदानीं गतवर्गे शीङ् धातोः विषये अध्ययनं समाप्तम्। इदानीं तत्र दीदीङ् इति धातुः, दीदीङ् इति धातोः विशेषः कः इति चेत्, जक्षित्यादयः षट् इति सूत्रेण दीदीङ् धातोः अभ्यस्तसंज्ञा भवति। तर्हि अभ्यस्तसंज्ञा यदा भवति तदानीम् अभ्यस्तसंज्ञामाश्रित्य कार्यं भवति सामान्यतया। तर्हि अत्र परस्मैपदी धातुः अस्ति चेत् अभ्यस्तसंज्ञाम् आश्रित्य कार्याणि भवन्ति, अदभ्यस्तात् सुजभ्यस्त विदिभ्यश्च इति कार्यं भवितुमर्हति। परन्तु अत्र दीदिङ् इति धातुः अत्मनेपदीधातुः इति कृत्वा अभ्यस्तसंज्ञाम् आश्रित्य किमपि कार्यम् अत्र नास्ति। तर्हि इदानीम् अत्र दीदीङ् धातोः विषये, दीदीङ् दीदी वेवीताम् इति सूत्रेण दीदी धातोः अपि च वेवी, दीदीङ् वेवी अनयोः धात्वोः गुणवृद्धिः न भवति इति अस्माभिः दृष्टम्। अनन्तरम् एरनेकाचसंयोगपूर्वस्य, एरनेकाचसंयोगपूर्वस्य इति सूत्रं वस्तुतः न दृष्टं, तत् सूत्रं न दृष्टं। तर्हि इदानीं तत्र किञ्चित् तत् सूत्रं पठित्वा तदनन्तरम् अग्रे ईवर्णयोर्दीदी वेद्योः इति सूत्रमपि पठित्वा तदनन्तरं प्रक्रियायाः विषये चिन्तनं कुर्मः। तर्हि इदानीं सरस्वतीभगिनी पठितुमिच्छति वा एरनेकाचो संयोगपूर्वस्य? आं भगिनि, एरनेकाचो संयोगपूर्वस्य हलदिपित्सु तत्सर्वं वा सूत्रस्य विषये भगिनि? सूत्रस्य न, अग्रे सूत्रं लिखितमस्ति खलु, सम्पूर्णसूत्रं तदेव एकवारं पठतु। एरनेकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकपूर्व अने प्रतिध्वनि आगच्छति। एरनेकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकरान्तङ्गस्य यण् आदेशो भवति अचि परे, येन विधिस्तदन्तस्य इत्यनेन तादृशधातुः यस्य अन्ते इकारः न तु केवलम् इकाररूप्यङ्गम् अलोन्त्यस्य इत्यनेन अन्त्यस्य अल्वर्णस्य यणादेशः न तु पूर्णाङ्गस्य, न एकम् अनेकम्, अनेके एकाचः यस्मिन् सः अनेकाच् अनेकाच् नै तत्पुरुषगर्भो बहुव्रीहिः तस्य अनेकाचः, नास्ति संयोगः पूर्वे यस्य सः असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य, एहे षष्ट्यन्तम्, अनेकाचः षष्ट्यन्तम्, असंयोगपूर्वस्य षष्ट्यन्तम्, त्रिपदमिदं सूत्रम्, इणो यच् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, अचिष्णुधातुभ्रुवां ह्योर्यङ्गुवङ्गौ इत्यस्मात् अचि धातोः विपरिणामेन षष्ट्यन्तम् इत्यनयोः अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अनेकाचः असंयोगपूर्वस्य एहे धातोः अङ्गस्य यण् अचि। तर्हि सूत्रमस्ति एरनेकाचो असंयोगपूर्वस्य, इत्युक्ते असंयोगपूर्वः अनेकाच्, अनेकाच् भवेत्, असंयोगपूर्वः भवेत्, इकारान्त अङ्गस्य इकारान्त अङ्ग भवेत्, तर्हि तदा यण् आदेशः भवति अचि परे। सूत्रस्य एषः अर्थः। इदानीम् अन्यम् यद्यत् अनुवृत्तिः अस्ति तस्य विषये अस्ति। तर्हि येन विधिस्तदन्तस्य तस्य सूत्रस्य अपि अस्ति अत्र, इत्यनेन तादृशः धातु यस्य अन्ते इकारः अस्ति, न केवलम् इकार ई धातु परन्तु इकाररूपङ्गं रूप्यङ्गं धातु अस्ति. अलुन्त्यस्य इत्युक्ते अन्तिम अलः स्थाने भवति कार्यं, कार्यम् इत्युक्ते गणादेशः. अलुन्त्यस्य इत्युक्ते अन्तिम अल् स्थाने इत्युक्ते न पूर्ण अङ्गस्य. एतत्तु भवति पारिभाषिक सूत्रं, परन्तु तस्मात् अनन्तरं एरनेकाचु इत्युक्ते अनेकाच् इत्युक्ते न एकम् अनेकम्, अनेके एकाचः अस्मिन् यः सः अनेकाच. एतत्तु नैतत्पुरुषगर्भो बहुव्रीहिः भवति, यतोहि अनेकाच् अत्र नैतत्पुरुष भवति यस्मिन् सः बहुव्रीहिः विषये अस्ति, अतः बहुव्रीहि सूचकः अस्ति, अतः नैतत्पुरुषगर्भो बहुव्रीहिः तस्य अनेकाचः. नास्ति संयोगपूर्वः यस्य सः असंयोगपूर्वः, पुनः नास्ति संयोगः इति असंयोगः, पुनः बहुव्रीहिः एव तस्य असंयोगपूर्वस्य. एः षष्ट्यन्तम् इत्युक्ते ईकारस्य षष्टी, ई वर्णस्य अथवा ईकारस्य षष्टिरूपमस्ति ए, अतः एः षष्ट्यन्तम्, अनेकाचः षष्ट्यन्तम्, असंयोगपूर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम्. इणो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, अचिष्णुधातु ब्रुवां व्यवोर्यङ्गुवङ्गो इत्यस्मात् अचि धातोः, अत्र धातु अचिष्णुधातु अस्ति, तत्र धातोः परिमाणेन विपरिणामेन षष्ट्यन्तं भवति. एतयोः अनुवृत्तिः अस्ति, अङ्गस्य अधिकारः अस्ति, अतः अनुवृत्तिसहितसूत्रमस्ति. अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि, इत्युक्ते यदि इकारधातुः अस्ति तस्मात् अनन्तरम् अच् अस्ति, तर्हि सामान्यतया वयम् इको यण् सूत्रस्य वयं प्रयोगं कुर्मः. तद् बाधित्वा अचिष्णुधातु ब्रुवां युवोर्यङ्गुवङ्गौ आगच्छति, यत्र इयङ्ग भवेत्. इदानीं तद् अपि बाधित्य यदि एर् अनेकाचः अस्ति, असंयोगः पूर्व अस्ति, तदा इकारान्त अङ्गस्य अत्र पुनः यण् भवति. पर्याप्तं भगिनि? आं, समीचीनं. तर्हि अनेकाचः असंयोगपूर्वस्य अनयोः कः सम्बन्धः? एः धातोः अनेकाचो असंयोगपूर्वस्य एतेषां पदानां कः सम्बन्धः? धातुः अनेकाचः भवेत्, असंयोगपूर्व भवेत्, तत् तस्य विषये वा? न, इत्युक्ते प्रायः असंयोगपूर्वः इति वयं वदामः चेत् कस्य विशेषणमस्ति असंयोगपूर्वः? अनेकाच् इति कस्य विशेषणमस्ति? अनेकाचः धातोः विषये अस्ति, असंयोगपूर्वः इति धातुः एव? न, धातोः नास्ति, असंयोगपूर्वः धातुः इति कथं भवति? तर्हि धातौ इकारान्तस्य पूर्वं संयोगः न भवेत्, इकारान्तात् पूर्वं. तर्हि असंयोगपूर्वस्य इति इः एः इत्यस्य विशेषणम्. एः एः, आम् आम्, सत्यं सत्यं सत्यं. तर्हि असंयोगपूर्वस्य एः अनयोः विशेषणविशेषस्य भावः, अनेकाचः धातोः इति धातोः विशेषणम्, एः इत्यपि धातोः विशेषणम्. हलो, तर्हि भगिनि अनेकाचः इति उक्तत्वात् अत्र येन विधिस्तदन्तस्य इत्यत्र न तु केवलम् इकाररूपी अङ्गं तत्तु न भवति एव खलु? अनेकाच् इति वदामः चेत् इकारान्तधातुः इति न भवति वा? किं वक्तुमिच्छति, पुनः वदतु. येन विधिस्तदन्तस्य इत्यनेन तादृशधातुः यस्य अन्ते इकारः न तु केवलम् इकाररूपि अङ्गम् केवलम् इकाररूपि अङ्गं तु अनेकाच् अस्ति न भवति एव आम् न भवति एव अनेकाच् इति कृत्वा न केवलम् इकाररूपि अङ्गम् इति तथा न लेखनीयम् एव अत्र किमर्थं तथा लिखितम् इति चेत् सामान्यतया ईः इकारः इति धातुः इति भवति खलु ईकारः इति धातुः अत्र ईकारः इति धातुः इति विषयः नास्ति परन्तु तादृशधातुः यस्य अन्ते इकारः तदर्थं तदेव तत्र उक्तं न तु केवलम् ईकाररूपम् अङ्गम् न तु ई इति धातुः तस्य विषये चिन्तनं नास्ति अत्र तादृशधातुः यस्य अन्ते इकारः अनेकाच् इति उक्तत्वात् तादृश अङ्गं यस्य अन्ते इकारः इति एव अस्माभिः स्वीकर्तुं शक्यते अस्तु समीचीनं धन्यवादः इदानीम् अस्तु विजयलक्ष्मी भगिनी भवत्येव पठतु ई वर्णयोर्दीदीवेद्योः इति सूत्रम् ई वर्णयोर् दिधि वेव्योः दिधि वेवि इति धातोः अन्त्यवर्ण इकारस्य लोपो भवति यकारादौ ईवर्णादौ च परे यकारादौ ईवर्णादौ च परे यकारे तु इकारः उच्चारणार्थः अलोन्त्यस्य इत्यनेन अन्त्यस्य अल्वर्णस्य लोपः यिश्च ईवर्णश्च ईवर्णौ इतरेतरद्वन्द्वः तयोः ईवर्णयोः दीधीश्च वेवीश्च दीधिवेव्यौ इतरेतरद्वन्द्वः तयोः दीधिवेव्योः ईवर्णयोः सप्तम्यन्तं दीधिवेव्योः षष्ट्यन्तं द्विपदम् इदं सूत्रम् तासस्तयोर्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दीधिवेव्योः अङ्गस्य लोपः ई वर्णयोः सूत्रम् अत्र ई वर्णयोर्दीधिवेव्योः इति द्विपदम् इदं सूत्रं वा ई वर्णयोः इति एकं पदं दीधिवेव्योः इति अपरं पदम् ई वर्णयोः इत्यत्र यकारः उत इकारः सारी इकारः अन्ते भवति चेत् धातोः अन्ते भवति चेत् ई इति सप्तम्यन्तम् अपि च ई वर्णः तयोः इतरेतरद्वन्द्वः ओ ई इति इत्यत्र इकारः तु उच्चारणार्थः य इत्येव अपि च ई वर्णः अन्ते भवति चेत् य अपि ई अपि ई वर्णः इत्यनयोः इतरेतरद्वन्द्वः कृत्वा ई वर्णौ इति भवति तयोः इति सप्तम्यन्तरूपम् ई वर्णयोः इति सिद्ध्यति अपि च द्वितीयं पदं दीधिवेव्योः इति अस्ति तत्र दीधीश्च देवीश्च दीधिवेव्यौ इतरेतरद्वन्द्वः अपि च तयोः इति षष्ट्यन्तरूपं दीधिवेव्योः इति अत्र सूत्रार्थः कथम् अवगन्तव्यम् ई वर्णयोः सप्तम्यन्तमस्ति दीधिवेव्योः षष्ट्यन्तमस्ति सूत्रे केवलं पदद्वयम् अपि च तासस्त्योर्लोपः इति अस्मात् सूत्रात् लोपः इति पदस्य अनुवृत्तिः अङ्गस्य अधिकारः सूत्रं वदति दीधी देव्योः दीधी धातोः अपि च देवी धातोः अङ्गस्य लोपः भवति कदा भवति यदा परवर्णः यकारादौ भवति अपि च ईवर्णान्तौ भवति तदा अनुवृत्तिसहितसूत्रं दीधी देव्योः अङ्गस्य लोपः ईवर्णयोः इति अनुवृत्तिसहितसूत्रम् अङ्गस्य सम्पूर्णतया लोपः वा दीधी देव्योः अङ्गस्य सम्पूर्णतया लोपः कथम् य ईवर्णयोः तत्र ईवर्णस्य लोपः भवति ईवर्णस्य लोपः न कथं जानाति ईवर्णस्य लोपः सेवेन् फोर् फिफ्टि त्री पूर्वस्मिन् सूत्रात् किमपि अस्ति वा लोपः इति अलोन्त्यस्य इति वा भगिनि अन्तिमवर्णस्य अलोन्त्यस्य दीदीवेव्योः इत्यस्य का विभक्तिः दीदीवेव्योः तु स्थानी अस्ति षष्टिविभक्ति ईवर्णयोः इति ईवर्णः सप्तमी अस्ति ईवर्णयोः अपि च यकारः परे भवति चेत् यकारः परः अथवा इकारः परः अथवा इकारः परः भवति चेत् दीधी इत्यस्य अन्तिम इकारस्य अपि च वेवी इत्यस्य अन्तिम इकारस्य लोपः भवति इति सूत्रार्थः सूत्रार्थः आमां समीचीनं समीचीनं तर्हि तदेव अत्र सूत्रार्थः अस्ति ईवर्णयोर्दीदीवेव्योः इति सूत्रार्थः इदं सूत्रं वस्तुतः दीदीवेविटाम् अपि च अस्य न कोऽपि सम्बन्धः इति ईवर्णयोः इति अङ्गाधिकारे अस्ति अङ्गाधिकारे अस्ति तर्हि अङ्गकार्यम् अस्ति दीदीवेव्योः अङ्गस्य लोपः इति अस्ति तर्हि सम्पूर्णस्य अङ्गस्य लोपः वा इति चेत् न अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने लोपादेशः भवति अस्तु सूत्रार्थः तु स्पष्टः अस्ति तर्हि इदानीं भगिनि अङ्गस्य अधिकारः षष्टमाध्यायस्य चतुर्थपादस्य प्रथमसूत्रात् आरभ्य कुत्र पर्यन्तमस्ति सप्तमाध्यायस्य अन्तपर्यन्तं पर्यन्तम् ओ एवम् आमां पञ्चाध्यायाः हा पञ्चपादाः हा सारि पञ्चपादाः भगिनि कश्चन प्रश्नः अत्र ईवर्णयोः इत्यस्य पदविभागः यदा कुर्मः यश्च ईवर्णश्च ईवर्णौ इति उक्तं खलु तत्र ईश्च इति वदामश्चेत् तत्र ई इति एव प्रत्ययपरे इति नास्ति खलु यकारादिप्रत्यये इति अर्थः खलु तर्हि अत्र पूर्णं पूर्वमेव सप्तमी प्रयुक्तम् इ इत्यत्र ततः परम् ईवर्ण इत्यत्र तु तथा नास्ति पुनः अन्ते पुनः तयोः इति ईवर्णयोः इति पुनः सप्तमी दत्तं खलु तत्र किञ्चित् तर्कः न यकारे तु इकारः उच्चारणार्थः इति अस्ति खलु इति उक्तं वा यकारे तु इकारः उच्चारणार्थ उच्चारणार्थम् इति अस्ति वा किमर्थं दीर्घ ईकार ईयोगः ई यकार इकारः इकारः उच्चारणार्थः अनन्तरम् ईवर्णः इति कृत्वा ई तर्हि प्रथमं तत्र इ इत्यस्य केवलम् उच्चारणार्थं दत्तं वा? अत्र सप्तमी नास्ति. अस्तु अस्तु. अपि च भगिनी दीति वेवीताम् इति सूत्रस्य अर्थः पुनरेकवारं वदति वा? मम अवगमनम् इत्युक्ते दीदि इति धातुः, वेवी इति धातुः, अनन्तरम् इडागमः यत्र अस्ति तेषां वृद्धिः गुणः न भवति. दीदि इत्यस्य गुणः न भवति, वेवी इत्यस्य गुणः अथवा वृद्धिः न भवति, दीदी इत्यत्र अपि गुणः वृद्धिः न भवति, इताम् इत्यत्र इडागमस्यापि गुणः वृद्धिः न भवति. यत्र इडागमस्य, यत्र इडागमः अङ्गस्य, यदा प्रत्ययसहितः इडागमः अङ्गस्य भागः भवति, कदाचित् इडागमः उपधायाम् अस्ति चेत् तत्र गुणस्य प्रसङ्गः भवितुमर्हति, पुगन्तलघुपदस्य च इति. तादृशगुणकार्यं तत्र न भवेत् इत्युक्ते अत्र त्रयः विभागः अस्ति वा? दिति वेवि इति धातुद्वयम्, अनन्तरम् इडागमः. इडागमः कुत्र भवेत् इति? यत्र कुत्रापि भवितुमर्हति. यत्र कुत्रापि इडागमस्य गुणवृद्धिः कार्यस्य प्रसङ्गः भवति तत्र न भवति. इत्युक्ते अस्मिन् धातो एव इडागमस्य विषये उक्तं वा, अन्यत्रापि अस्य इडागमः? न, अस्य धातोः, अनयोः धातोः न कोऽपि सम्बन्धः. केवलम् इडागमः इति पृथक् दलं, धातुद्वयस्य विषये इडागमः न भवति, इडागमस्यापि गुणवृद्धिः न भवति इति उक्तम्. यदा तत्र धूधातोः तास् प्रत्ययः यदा भवति, तास् इतास् योगः आ इति अस्ति प्रथमपुरुषे एकवचने, तर्हि तत्र भोयोगः इत् योगः आ इति प्रसङ्गः भवति. इत् तत्र तास् प्रत्ययस्य इडागमः, तर्हि भोयोगः इत् इति अङ्गस्य भागः, तर्हि इ इति उपधायाम् अस्ति तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः स्यात्, परन्तु भोयोगः इत् इति यदङ्गम् अस्ति तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति, यतोहि इडागमस्य गुणवृद्धिः न भवति इति कृत्वा तत्र भविता इति रूपं लभ्यते. नो चेत् भव् ए भवेता इति रूपं स्यात्. इदानीम् इडागमः तु प्रत्ययस्य भागः, अवयवः अस्ति इति अपि कश्चन परिभाषा अस्ति खलु? इडागमः तु प्रत्ययस्य अवयवः एव. भोयोगः इत् इति प्रत्ययस्य अवयवः, यदा अङ्गेन योजयामः तदानीं भव्योगः इत् इति भवति. भव्योगः इत् इदानीम् अङ्गं, तस्य अनन्तरम् अन्यः प्रत्ययः अपि अस्ति, तिङ् प्रत्ययः. तिङ् प्रत्ययस्य कृते तदङ्गं भवति. अङ्गान्ते नास्ति, अङ्गस्य उपधायाम् इकवर्णः अस्ति चेत् गुणः स्यात्, परन्तु तादृशगुणः न भवति. इत्युक्ते यत्र प्रत्ययद्वयं भवति तत्र एव एतादृशप्रसङ्गः, एकः एव प्रत्ययः अस्ति चेत् न. अस्तु अस्तु भगिनि, धन्यवादः. अस्तु तर्हि इदानीम् अस्तु तर्हि इदानीं तत्र प्रक्रिया, या प्रक्रिया अस्ति हलादिपित्सु, तद् किं शोभा भगिनी वदति वा? हलादिपित्सु किं भवति? उपरि यद्दत्तम्. आं भगिनि, हलादिपित्सु आत्मनेपद्यधातुषु नास्ति एव इति. तत्र आत्मनेपदी धातूनां प्रक्रियायां हलादिपित् प्रत्ययाः न भवन्ति एव इति दत्तमस्ति. तावदेव खलु भगिनि? अजादिपित्सु गुणनिषेधः. यदा अजादिपित् अजादौ अपि च पित् प्रत्ययः परं भवन्ति चेत् तत्र गुणनिषेधः यणादेशः भवति. तत्र गुणनिषेधः भवति. तत्र इदानीं दीधि वेवीटाम् इति सूत्रेण इडागमस्य गुणः वृद्धिः तत्र दीधिधातोः वेविधातोः इडागमस्य इकारस्य च गुणवृद्धिनिषेधः भवति. तर्हि तत्र गुणनिषेधः यणादेशः भवति. यणादेशः इदानीं तत्र एरनेकाचो संयोगपूर्वस्य इति सूत्रेण यणादेशः भवति. तत्र इणो इण् इणो यण् इत्यस्य इति सूत्रं प्रबाध्य इणो यण् इति किमर्थम् तत्र इणोयण् इति सूत्रं केण धातोः विषये एव क्षम्यताम् इणोयण् इण् धातोः विषये एव इको एणचि इति सूत्रं प्रबाध्य एरनेकाचो संयोगपूर्वस्य इत्यनेन यणादेशः भवति. न वस्तुतः इको एणचि इति सूत्रं प्रबाध्य इति न वक्तव्यम्. इको एणचि इति सूत्रं प्रबाध्य तु अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रं भवति. तत् सूत्रं प्रबाध्य अस्तु सत्यम् इत्युक्ते इकः यण् इति सामान्यसूत्रम् अचिष्णु धातु ब्रुवाम् इति तं प्रबाधयति. या अचिपरे श्नु धातुः अचिष्णु धातु ब्रुवां हा ब्रू इति प्रातिपदिकं तत् सर्वम् अस्ति. तत् तं प्रबाध्य एतत् सूत्रम् एरनेकाचो संयोगपूर्वस्य इति सम्यक् वा? आमाम् अस्तु हा तर्हि तेन यणादेशः अपि च गुणनिषेधः यणादेशः भवति. अजादि पित्सु गुणस्य प्रसक्तिः अस्ति यतोहि पित् अस्ति किन्तु गुणनिषेधः अपि च यणादेशः भवति. गुणनिषेधः गुणनिषेधः तत्र दीधि वेवीटाम् इति सूत्रेण न गुणवृद्धि इति उक्तं. तर्हि तत्र दीधि वेवी इति धातु द्वे धातु अपि च इडागमात् आगतः इ इकारः तस्य इत्युक्ते न कुत्र अस्ति इडागमात् आगतः इकारः कुत्र अस्ति इडागमः अत्र सूत्रे वा? न अत्र किमपि उक्तवती खलु इडागमात् आगतः इकारः तस्य विषये वदति इदानीं. हा इत्युक्ते तत्र सूत्रे दीधि इति धातुः वेवि इति धातुः अपि च इडागमः च इत्येषां गुणवृद्धि न भवतः इति दत्तम्. इत्युक्ते तत्र तस्मिन् विषये उक्तवती भगिनी. इत्युक्ते अस्मिन् प्रसङ्गे नास्ति खलु? अस्मिन् प्रसङ्गे नास्ति. न न तत्र केवलं एतेन सूत्रेण तत्र किं गुणनिषेधः यणादेशः इति भवति किन्तु हा अस्मिन् प्रसङ्गे नास्ति. सत्यं तावदेव गुणनिषेधः यणादेशः एतेन सूत्रेण अपि च तत्र दीधि हा वदानि वा भगिनि? दीधियोगः ऐ इति प्रत्ययः तत्र दी इकारः ईकारस्य लोपः भवति. दीध्ययोगः ईकारस्य लोपः तु तत्र येन ई वर्णयोर्दीर् ई वर्णयोर्दीधिवेव्योः इति सूत्रेण देधि विवि इति धातोः अन्त्यस्य इकारस्य लोपः भवति यकारादौ इवर्णादौ च परे. तत्र तु ईवर्णादौ हा ई यकारादौ इत्यत्र यकारः तु यकारे तु इकारः उच्चारणार्थम् इति दत्तम्. इत्युक्ते तत्र ई वर्णादौ च परे अस्तु ई वर्णादौ तत्र किम् ई वर्णादौ इत्युक्ते ऐकारः अस्ति परम् ऐकारः कुतः आगतः तत्र इत्युक्ते लोटि लोटि लोटि लोटि अस्तु हा लोटि ऐकारः ऐकारः लोटि अजादि अस्ति पित् अपि अस्ति हा तर्हि तत्र गुणस्य प्रसक्तिः अस्ति गुणनिषेधः भवति अतः तत्र इदानीम् इकारस्य लोपात् अनन्तरं दीध्य योगः ऐ इति तिष्ठति वर्णमेलनेन दीध्यै इति. तर्हि तत्र केवलं यणादेशः भवति तस्मिन् प्रसङ्गे. यणादेशः इदानीं तत्र एरनेकाचो संयोगपूर्वस्य इति सूत्रेण यणादेशः. तत्र निमित्तानि अनेकाचः असंयोगपूर्वस्य इति अस्ति. दीधि इति अनेकाच अस्ति, असंयोगपूर्वः अस्ति. तस्य एहे इकारस्य षष्ठी एहे धातोः अङ्गस्य यण् अचिपरे, धातोः अङ्गस्य यण् अचिपरे तत् हा अङ्गस्य दीधि इति अङ्गस्य इकारस्य यणादेशः अचिपरे ऐ इति परमस्ति इति तत्र भवति. दीध्य इति रूपं सिद्ध्यति. हलादि अपित्सु अपित्सु गुणनिषेधः दीधियोगः ते, दीधियोगः ते इति तत्र लट्लकारे दीधियोगः ते इति भवति. तर्हि तत्र अजादि अजादि अपित्सु न क्षम्यतां हलादि अपित्सु हा तत्र ते इति हर्वर्णः अपित् वर्णः हलादि अपित्सु गुणनिषेधः तत्र भवति. गुणस्य प्रसङ्गः नास्ति. अपि च दीधियोगः ते वर्णं वर्णमेलनं दीधीते इति भवति. अजादि अपित्सु गुणनिषेधः इदानीं तत्र अजादि अपित्सु तत्र लोटि दृष्टवन्तः. अपि च तत्र दीधियोगः आते तत्र द्विवचने दत्तं दीधियोगः आते इति हा. तर्हि आते इति अजादि अस्ति अपित् अस्ति. गुणनिषेधः तत्र गुणः गुणस्य प्रसक्तिः एव नास्ति, यणादेशः एव भवति. दीधियोगः आते इदानीं तत्र पुनः किं तत्र अनेकाचः असंयोगपूर्वस्य अङ्गस्य इकारस्य यणादेशः भवति अचिपरे. अचिति अस्ति परम्, अतः इकारस्य यकारः दीधियोगः आते इति दीध्ययोगः आते इति वर्णमेलनं दीध्याते इति रूपं भवति द्विवचने. समीचीनम्. अग्रे हा अग्रे अजादिषु पित्सु अपि अजादि अपित्सु अपि चिन्तनं समानम्. इको यणचि इत्यनेन यणादेशः तत् कार्यं प्रपाद्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति. परन्तु दीधि वेवीटाम् इत्यनेन गुणनिषेधः. तदा अचिष्णुधातुभ्रुवाम् इति अचिष्णुधातुभ्रुवां योर्यङ्गुवङ्गौ इत्यनेन इयङ् प्रसक्तिः. तत् प्रपाद्य एरनेकाचो असंयोगपूर्वस्य इत्यनेन यणः प्राप्तिः. अस्तु तर्हि हा यथा भवत्या उक्तम् अजादिषु पित्सु अपि अजादि अपित्सु अपि चिन्तनं समानम्. तर्हि तत्र अजादि पित्सु इदानीं दीधियोगः ऐ इति दृष्टवन्तः. अपि च अजादि अपित्सु तत्र दीधियोगः आते इति दृष्टवन्तः. तत्र चिन्तनं समानं भवति. अतः तत्र प्रथमं किं तत्र स्थलद्वये अपि इको एणचि इति प्रथमं सामान्यसूत्रम् आगच्छति. एकः स्थाने एण्णादेशः भवति अतः प्रथमं तत् सूत्रम् आगच्छति. तत् तं प्रबाध्य सार्वधातुक अर्धधातुकयोः इति सूत्रम् आगच्छति. यतोहि तत्र सार्वधातुकप्रत्ययः अस्ति परम् इत्यतः तस्य तत् सूत्रमपि कार्यं कर्तुम् आगच्छति. तमपि प्रबाध्य दीधि वेवीटाम् इति सूत्रेण गुणनिषेधः भवति. तत्र गुणस्य प्रसक्तिः अस्ति, गुणनिषेधः भवति. दीधि वेवीटाम् इति सूत्रं तत्र किं प्रतिपदोक्तम् इति वदामः खलु भगिनि, दिविवेविटां पुनः प्रसवः इति उक्तं खलु, इत्युक्ते सरधातुकार्धधातुकयोः, इत्युक्ते पित्तुप्रत्ययेषु सरधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, परन्तु तस्य निषेधकसूत्रमस्ति दिदिवेविताम् इति सूत्रं, साक्षात् निषेधकसूत्रमस्ति पित्सुप्रत्ययः, अपित्सुप्रत्ययेषु तत्र किनितीच इति सूत्रेण गुणनिषेधः भवति, तस्य पुनः निषेधस्य निषेधः, हा तत् पूर्वं दृष्टवन्तः, किति सत्यम् इत्युक्ते शीङ्ग् इति धातु धातोः विषये दृष्टवन्तः, निति च शीङ्गः सार्वधातुके गुणः इति आगच्छति तत्र, अस्तु तर्हि प्रतिप्रसवः तदनन्तरम् अत्र अत्र क्षम्यतां, अपित्सु प्रत्ययेषु सरदात्तकार्धदात्तकयोः इत्यनेन गुणस्य प्रसक्तिः, निति च इति सूत्रेण गुणनिषेधः अस्ति, दीदिवेविटाम् इति सूत्रेण अपि गुणनिषेधः अस्ति, तर्हि तत्र तु वस्तुतः निति च इति सूत्रेण गुणनिषेधः प्राप्तः अस्ति, अतः तत्र तु दीदिवेविटाम् इत्यस्य आवश्यकता नास्ति, दीदिवेविटाम् इत्यस्य आवश्यकता कुत्र अस्ति इति चेत् पित्सु प्रत्ययेषु एव तस्य आवश्यकता अस्ति, पित्सु प्रत्ययेषु खलु, यतोहि पित्सु प्रत्ययेषु गुणः प्राप्तः, परन्तु तत्र गुणकार्यं न इष्यते, अतः निषेधः, अस्तु अस्तु, तर्हि तदनन्तरम् अचिष्णु धातु ब्रुवां योर् यङ्ग् वङ्गौ इत्यनेन इयं प्रसक्तिः अस्ति, तम् अपि प्रपाद्य एरनेकाचो असंयोगपूर्वस्य इत्यनेन यणः प्राप्तिः, हा तत्र अचिष्णु धातु ब्रुवाम् अचि परे अस्ति इति, अपि च श्नु तत्र श्नु अपि च धातु ब्रुवाम् इत्युक्ते उकारान्तधातु इति वा किम् आसीत् तत्र अचिष्णुधातु ब्रुवाम् इकारान्त उकारान्तधातु इकारान्त उकारान्तधातूनाम् अस्तु, तर्हि तत्र इकारान्तधातोः अचि परे तस्य प्रसक्तिः भवति, अस्तु तर्हि तं प्रपाद्य एरनेकाचो इति सूत्रं सूत्रेण अन्ते यण् प्राप्तिः भवति इति, अस्तु तर्हि अग्रे पठनीयं वा भगिनि, न बहु समीचीनं भगिनि धन्यवादः, इदानीम् अन्य कोऽपि पठति, तर्हि ततः अग्रे गच्छामः, इदानीं रूपाणि तत्र इत्युक्ते तत्र अग्रे एकः भागः अस्ति, तं भागम् इदानीं तत्र किं सूर्यकुमारी भगिनी अग्रे पठति वा भगिनि, हा भगिनि भगिनि क्षम्यतां कश्चन संशयः भगिनि, एरनेकाच असंयोगपूर्वस्य सूत्रे असंयोगपूर्वस्य इति एः इत्यस्य विशेषणम् इति उक्तं खलु भगिनि, तत्र तर्हि असंयोगपूर्वः इकारः इति अर्थः भवति खलु, असंयोगपूर्वः इकारः इति एव अर्थः, तर्हि तस्मिन् विषये कश्चन संशयः, तर्हि संयोगः इति वदामः चेत् हलोनन्तराः इत्यनेन यत्र किं स्वरः नास्ति हल्वर्णद्वयम् अस्ति तत् संयोगः अस्ति, असंयोगः इति वदामः चेत् न संयोगः, तर्हि इति सर्वदा असंयोगः एव भवति खलु, न असंयोगपूर्वः भवेति, कीदृशः भवेत् असंयोगपूर्वः, असंयोगः पूर्वः यस्य सः, सः कः इति चेत् ईकारः न तु धातुः, असंयोगपूर्वः धातुः इति वदति चेत् धातोः पूर्वम् असंयोगः भवेत् इति अर्थः नास्ति खलु अत्र, ईकारान्त ईकारान्तधातोः असंयोगपूर्वः अस्तु तर्हि ओके, ईकारः असंयोगपूर्वः अस्ति, एतत्र पश्यतु दीदी इति यदङ्गम् अस्ति, इदानीं धातोः पूर्वम् असंयोगः अस्ति वा, इदानीम् असंयोगपूर्वः इति धातोः विशेषणम् इति वदति चेत् धातोः पूर्वम् असंयोगः भवेत्, अत्र दीदि इत्यत्र कुत्र अस्ति असंयोगः धातोः पूर्वम्? अस्ति खलु, ईकारात् पूर्वम् असंयोगः इति वयं वदामः चेत् ईकारात् पूर्वं दीर्घ इकारात् धकारः अस्ति असंयोगः. दीर्घैकारात् दीदि इति यः अंशः अस्ति दीर्घ इकारः अस्ति धातोः अन्ते, सः कीदृशः इति चेत् असंयोगपूर्वकः, तस्मात् पूर्वम् असंयोगः अस्ति. दीर्घ इकारः दकारः, दकार उत्तरवर्ती दीर्घ इकार, अनन्तरं धकारः महाप्राणधकारः, अनयोः असंयोगः, स्वरवर्णः व्यञ्जनवर्णः. आम् आम् अवगतवती भगिनि, धन्यवादः. अस्तु विजयलक्ष्मी भगिनी अग्रे क्षम्यतां, सूर्यकुमारी भगिनी अग्रे. हा भगिनि, दीदियोगः ईत, तत्र आत्मनेपदी विधिलिङ्गलकार प्रत्ययः अस्ति. दीदियोगः ईत, तत्र दीत् भवति ई वर्णयोर् युवर्णयोर्दीधिवेव्योः इत्यनेन तत्र इकारादिप्रत्ययः अस्ति. तत्कारणेन पूर्वस्थितस्य ईकारस्य लोपः भवति. दीत् योगः ईत दीधीत भवति. अग्रे पठामि भगिनी सूत्रम्? न, तत् सूत्रं तु पूर्वमेव पठितम्. इदानीं किं कुर्मः इति चेत् अत्र ईवर्णयोर्दिवि वेव्योः इत्यस्य कार्यं कथं भवति इत्यत्र उदाहरणरूपेण दत्तमस्ति. इदानीम् अयं धातुः आत्मनेपदी धातुः, तर्हि लटीरूपाणि वदतु. लटीरूपाणि दीदियोगकथे अपि तस्ति दीदीते भवति, तत्र कार्यं नास्ति. दीदियोगः आते, तत्र तत्रापि अपित् अस्ति, अजाद् अस्ति. अनादेशः भवति वा? येन सूत्रेण? एरणेकाचो असंयोगपूर्वस्य इत्यनेन यणादेशः भवति. दीदियोगः आते दीद्याते भवति. एव अते अपि दीद्यते भवति. दीदियोगः से दीदिसे भवति. दीदिसे इति भवति वा? दीदि इल् आदेशप्रति दीदिषे मूर्धनकार भवति. दीदिषे भवति आते, तत्र यणादेशः भवति. दीद्याते भवति. द्वे तत्र दीद्वे भवति. दीदीद्वे दीदीद्वे भवति. ऐ उत्तमपुरुष ऐ वहे महै ऐ अपि ऐ नास्ति, ए क्षम्यताम्, ए अस्ति. दीदियोगः ए तत्रापि अनादेशः भवति. दीद्ये भवति एरणेकाचो संयोगपूर्वस्य दीदिवहे दीदिमहे. सम्यक् सम्यक् समीचीनम्. इदानीं किं उषा भगिनी लोटि वदति वा? आं भगिनि, दीति दीधी धातु, दीधी धातु लोटि ताम् आताम् अताम् दीदियोगः ताम् हलादि अपित् हलादि अपित् इत्यनेन गुणनिषेधः भवति. गुणनिषेधः दीदी समदर्सूत्र अस्ति दीदी योगः. लेट् मी गो टु दट् धातु भगिनि. ताम् इति प्रत्ययः खलु. ताम् सो दीदी वेवीटाम् इति गुणवृद्धिनिषेधः एरने काच् अजादिपे तीव्रणयो. ओके ओके सो दीदी ताम् एव दीदी वेवीटाम् इत्यनेन गुणनिषेधः इति वक्तुं शक्नुमः अथवा अत्र अपित् प्रत्ययः इति अपित् प्रत्ययः इत्यनेन गुणनिषेधः इति वक्तुं शक्नुमः. दीदी ताम् गुणनिषेधः दीदी ताम् दीदी योगः आताम् आताम् अजादि अजादि अपित् अजादि पित्वा अजादि अपित्वा अजादि पित्वा अजादि अपित्वा एरनेका च संयोगपूर्वस्य इत्यनेन यणादेशः भवति अचीपरे. अचीपरे इत्यनेन यणादेशः दीदी दीई स्थाने यकारः दीदी दीद् यकारः दीद्याताम् इति भवति. अनन्तरम् अताम् अतामपि अजादि अपित् अजादि अपित् इत्यनेन यणादेशः एरनेका च संयोगपूर्वस्य इत्यनेन दीद् यताम् दीदीतां दीद्याताम् दीद् यताम्. अनन्तरं मध्यमपुरुष एकवचनं स्व अतां ध्वं स्व हलादि हलादि अपित् हलादि अपित् इत्यनेन गुणनिषेधः हलादि अपित् गुणनिषेधः दीदी दीदी स्व ईकारः अस्ति इत्यनेन सकारस्य पूर्वम् ईकारः अस्ति इत्यनेन आदेशप्रत्ययोः इत्यनेन दीदी स्व भवति. अनन्तरम् आताम् आताम् अजादि अजादि अपित् एरनेका च संयोगपूर्वस्य इत्यनेन यणादेशः दीद्याताम् ध्वं हलादि हलादि अपित् प्रत्ययः गुणनिषेधः दी दी द्वम् अनन्तरं सो मध्यमपुरुष दीदीष्व दीदीया दीद्यातां दीदी द्वम् उत्तमपुरुष ऐ आवहै आमहै ऐ ऐ इति पित् प्रत्ययः परन्तु दीदी वेवीटाम् इत्यनेन गुणनिषेधः भवति. गुणनिषेधः गुणनिषेधः अनन्तरम् ऐकारः ऐकारस्य स्थाने यणादेशः भवति. ऐ इति अजादि अजादि इत्यनेन एरनेका च संयोगपूर्वस्य इत्यनेन यणादेशः दीद् दीद् ई स्थाने यकारः दीद्य दीद् दीद्य योगः ऐ दीद्यै भवति. दीद्यै आवहै आमहै अपि अजादि अजादि पित् तत्रापि एरनेका च संयोगपूर्वस्य एव कार्यं करोति. दीद् यावहै दीद्यामहै दीद्यै दीद्यावहै दीद्यामहै. समीचीनं भगिनि, सम्यक्. इदानीं लङ्लकारे लक्ष्मीभगिनी वदति वा लङ्लकारे? आं भगिनि, प्रयत्नं करिष्यामि. दीथि इति अङ्कम् इदानीम् अडागमः अपि भूत्वा अदिथि अदिथि इति अङ्कं लङ्लकारस्य प्रथमपुरुषे प्रत्ययः त आताम् अथ अदिथि योगता. अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनम् अदिथीता अदिथियोग आताम् इत्यत्र अजाति अपित् प्रत्ययः अस्ति. अपित् प्रत्ययः अस्ति, गुणस्य प्रसक्तिः एव नास्ति. अत्र यणादेशः भवति एरनेकाच संयोगपूर्वस्य सूत्रेण. तर्हि अदिथियोग आताम् अदिथ्याताम् इति रूपं स्यात्. अत इत्यत्रापि समानकार्यम् एरनेकाचो संयोगपूर्वस्य सूत्रेण यणादेशः भूत्वा अदीथ्यत इति रूपम्. मध्यमपुरुषप्रत्ययः प्रत्ययः थाः था ध्वं थाः इति हलादि अपित् प्रत्ययः अस्ति. तर्हि अदिथियोगथाः अदिथिथाः अदिथियोग आथाम् एरेनाकचो संयोगपूर्वस्य सूत्रेण यण आदेशः अदिथ्याथाम् अदिथियोगध्वं वर्णमेलनम् अदिथिध्वम् उत्तमपुरुषप्रत्ययः इ वहि महि. तर्हि अदिथियोग इ अत्र ईवर्णे परे इकारस्य लोपः दीधि वेवि इति धातोः भवति इति ईवर्णयोः दीधि वेवियोः सूत्रेण इकारस्य लोपः अन्तिम इकारस्य अदिथि इत्यस्य दीर्घ इकारस्य स्थाने इकारस्य लोपः भवति. तर्हि अदीत् भवति अदीत् योग इ अदिथि इति ह्रस्व इकारत्वेन रूपं भवति अदिथि इति रूपम् एकवचने. अदिथियोगवहि इत्यत्र केवलं वर्णमेलनम् अदिथिवहि अदिथिमहि इति रूपाणि. बहु समीचीनं भगिनि, धन्यवादः. इदानीं मीना भगिनी विधिलिङ्गि वदति वा? भगिनि दीदि योगः विधिलिङ्ग् लकारे ईतयातां हेरन् किल ईताः याताम् दीदि ईथ तत्र दीदि ईथ तत्र दीदि धातु तत्र ईवर्णयोः दीदि वेव्योः तत्र दीदि धातु अस्ति चेत् इकारः अथवा यकारः अथवा इकारः आगच्छति चेत् तत्र अङ्गस्य इकारः लोपः. कुत्र आगच्छति, कुत्र आगच्छति इति वदतु. इकारः आगच्छति इत्युक्ते कुत्र आगच्छति? दीदि ईथ भवति. न, इदानीम् ईवर्णयोः ईवर्णयोः दीदि वेव्योः इति सूत्रस्य निमित्तानि कानि इति वदतु. यत् दीदि अङ्गम् दीदि इति अङ्गमस्ति किल, तत्र यकारः अपि च ईकारः वर्णः ईत तत्र ईत इति प्रत्यय ईवर्णयोः दीदी वेव्योः इति अस्ति, पदद्वयमेव अस्ति. दीदी वेव्योः इति किम् अस्ति, ईवर्णयोः इति किम् अस्ति, किमस्ति निमित्तं किमस्ति? इदानीं दीदि इति धातु अस्ति, दीदि योगः ईथ अस्ति, तत्र ई वर्णः अस्ति तत्र अङ्गात् दीदि योगः ई तत्र अस्ति किल ईथ. न इत्युक्ते अत्र सूत्रे किम् अस्ति, निमित्तं किम् अस्ति, कार्यम् इति प्रतिपादयतु किञ्चित्. सूत्रे तत्र ईवर्णयोः दीदि वेव्योः तत्र ई दीदि इति अनयोः धातोः दीदि वेवि इति धातोः अङ्गस्य अन्तिम वर्णस्य अङ्गस्य अन्तिमवर्णस्य तत्र ईकारस्य यदि ईकारः अस्ति चेत् तस्य ईकारः लोपः भवति यदि यकारादि अथवा इवर्ण इकारादि प्रत्यये परे तत्र ईत इति प्रत्ययः आगच्छति इति वक्तव्यम्. अस्तु, समीचीनम्. इदानीं सो दीद् ईकारः लोपः दीद् ईत दीदीत तादृशम् एव दीदि दीदि यातामपि दीद् ईयातां तत्र दीद् ईयातां दीदीयातां तदनन्तरं दीदि रन् अपि तत्र सर्वदा तत्र ई आगच्छति ईकारस्य प्रत्ययः आगच्छति तस्मात् ई वर्णयोः दी दी वेव्योः इति इकारस्य लोपः भवति तस्मात् दी दी दी दी रन् सो दी दी ईताः दीदीताः दीदीयातां दीदीयातां दीदीयातां दीदी दीदीयातां दीदीयातां तदनन्तरं तदीदी द्वं दीद् ई द्वं तत्र दीदी द्वं तदनन्तरं दीद् तत्र ईय इव हि ईमहि ईय इव हि महि इय दीद् ईय दयकारः लोपः ईवर्णयोः दी दी देव्योः इति सूत्रेण दीद् ईय कस्य लोपः यकारस्य लोपः नास्ति खलु न न इकारस्य लोपः दीदी धातोः तत्र अङ्गस्य अन्तिमवर्णस्य तत्र ईकारः अस्ति तत्र ईकारस्य लोपः यदि यकारादि अथवा ईकाराद प्रत्यये परे सो दीदी इति अत्र ईका दीर्घ ईकारस्य लोपः दीद् ईय दीदीय अस्तु वा नाम समीचीनं समीचीनम् अग्रे तत् दीदी इव हि समानकारणेन दीदीवहि दीदी महि सम्यक् सम्यक् समीचीनं समीचीनं धन्यवादः भगिनि भगिनी तु आम् अस्मिन् सूत्रे ई वर्णे परे एव इदानीम् इकारस्य लोपः इति उक्तम् तर्हि अत्र ई इति इदानीम् ईकारः अस्ति ईकारे परे अपि अस्य प्रवृत्तिः भवति इत्युक्ते द्वयोः अपि ग्रहणं खलु ई इत्युक्ते सवर्णानां ग्रहणमस्ति सामान्यतया अनुदित् सवर्णस्य च प्रत्ययः सूत्रेण अप्रत्ययः अस्ति चेत् सवर्णानां ग्रहणं नास्ति इति किन्तु अत्र तु सप्तम्यन्तं पदमस्ति खलु अतः सवर्णानां ग्रहणं भवति वा न वा इति संशयः जातः अनुदित् सवर्णस्य च प्रत्ययस्य सूत्रस्य अर्थः कः इति वदतु अण् प्रत्याहारः उदित् च अत्र अप्रत्यये इत्युक्ते आदेशरूपेण यथा आयाति तत्र तु सवर्णानां ग्रहणं भवति अन्यत् न तत्र अप्रत्ययः अतः कः इति वदतु इत्युक्ते सम्पूर्णतया वदतु अप्रत्ययः इत्यस्य अर्थः कः अप्रत्ययः इत्युक्ते आदेशरूपेण यदा आगच्छति तत्र सवर्णानां ग्रहणं प्रत्ययः यत्र प्रतीयते इति प्रत्ययः तर्हि आदेशरूपेण आगमरूपेण यत्र आगच्छति तत्र तु सवर्णानां ग्रहणम् अन् प्रत्याहारे कश्चन वर्णः आयाति चेत् तत्र तु भवति सवर्णानां ग्रहणं तथा नास्ति अप्रत्ययः इति अविधीयमानः इति अर्थः आदेशरूपेण अस्ति चेत् सवर्णानां ग्रहणं न भवति आदेशरूपेण ग्रहणं न भवति क्षम्यता सवर्णानां ग्रहणं तत्र न भवति केवलं यदुक्तं तदेव भवति अत्र ई वर्णयोः इति तु आदेशरूपेण न विधीयमानः तु नास्ति खलु नास्ति अतः सवर्णानां ग्रहणं भवति किमर्थं न भवेत् खलु विधीयमानः नास्ति विधीयमानः नास्ति अविधीयमानः अस्ति अतः सवर्णानां हा समीचीनं भगिनि धन्यवादः अस्तु समीचीनं प्रश्नः समीचीनः अस्ति सम्यक् अस्तु तर्हि इदानीं दीदि इति धातुः समाप्तः वेविङ्ग् इति धातुः तर्हि किम् उमा भगिनी वक्तुमिच्छति वा अत्र पठितुमिच्छति वा भवत्याः ध्वनिः श्रूयते न वा इति न जाने प्रयत्नं कुर्मः भगिनि प्रयत्नं करोमि भगिनि श्रूयते वा श्रूयते अत्र वदतु वेवि वेवि इकारान्त दातु अत्र यद् लिखितमस्ति करपत्रे तदेकवारं पठतु. ईवर्णयोः दीदीदेव्योः तदेव न अत्र करपत्रे किं लिखितमस्ति वेविङ् वेतिना तुल्ये छान्दसि वेदे आत्मनेपदी धातुः सर्वाणि सूत्राणि कार्याणि च दीदीं धातोरिव तावद् लिखितम् इदानीं लट्टि रूपाणि वदतु. आत्मनेपदी धातुः अस्ति खलु आत्मनेपदी धातु वेदी आत्मनेपदी सो वेदी प्लस् वेदी नकारः लोपः भवति सो वेदी धातु मै बाकि है तत्र बाकि अस्ति सो वेदी योगः ते सो लट्लकारे देवी देवी के आगच्छति देवी के देवी आते देवी आते अत्र न देवी आते इत्यत्र किं कार्यम् इति वदतु. कार्यं न उक्तं देवी. ओके देवी इति ईकारस्य धातु आते इति अजादिप्रत्ययः सो अजादिप्रत्ययः दीदिद दीदिदतोः कार्यं यथा स यथा कार्यं तथा दीर्धातोः कृते आजादी प्रत्यपरे किं कार्यम् आसीत् अस्तु तत्र विजयलक्ष्मी भगिनी किञ्चित् सहायं करोतु अनन्तरं भवती वदति. लट्टिरूपाणि वा भगिनी द्विवचने प्रथमपुरुषे द्विवचने दी देवी योगः आते दीदी योगः आते तद्वदेव भवति खलु इति वदतु एकवारं केन सूत्रेण किं भवति तत्र अजादि अपित्सु गुणनिषेधः यणादेशः भवति अतः देवी योगः आते केन सूत्रेण यणादेशः एरनेकाचो संयोगपूर्वस्य तत् सूत्रं कथं प्रसक्तम् इति वदतु कथं प्रसक्तं तत्र देवी इत्यत्र अनेकाचः अनेकाचः अपि च ईकार अन्तिम ईकारः असंयोगपूर्वः अस्ति अतः सूत्रस्य प्रसक्तिः अस्ति एरनयकाचो संयोगपूर्वस्य इति सूत्रम् अपि च आते इति किमस्ति किम् अजादि अजादि प्रत्ययः अस्ति अतः सूत्रस्य प्रसक्तिरस्ति दी देवी बिकम्स् देव्य देव्ययोगः आते देव्याते इति भवति अपि च बहुवचने देव्यते इति भवति समानं तत्रापि एरनेकाचो संयोगपूर्वस्य इति सूत्रेण यण् भवति. धन्यवादः भगिनी. इदानीं उमाभगिनी वदति अग्रे किमस्ति देवी युगः आते अजादि प्रत्ययः सो तत्र एरनेकाश्व असंयोगपूर्वस्य इति सूत्रेण वेव्य इति आगच्छति वेव्याते इति आगच्छति देन् वेव्यते बहुवचने देन् वेवी प्लस् ते वेवी प्लस् ते मध्यमपुरुष एकवचनं से सासु फलाधिपत्यः अपि तस्ति आत्मनेपदि सो वेवीक्षे नो शक्यते सा वेवीक्षे वेवीक्षे सो हलो किं वेविषे इति कथं भवति अस्तु अस्तु भगिनि अत्र विजयलक्ष्मी भगिनी समापयतु देवेशे तत्र केवलं मेलनम् अपि च केवलं मेलनं नास्ति आदेशप्रत्ययोः आदेशप्रत्ययोः इत्यनेन सकारस्य शकारादेशः भवति देविषे इति भवति देव्याथे तत्र न कोऽपि भेदः देव्याथे समानं प्रक्रिया अपि च अन्तिम द्वे इति प्रत्ययः खलु द्वे इत्यत्र देवी द्वे कार्यं नास्ति वर्णमेलनं महे महे देवी योगः ए तत्र देव्ये देव्ये तत्र एरणे काचो असंयोगपूर्वस्य इति सूत्रात् यणादेशः भवति देव्ये इति भवति बह्ये देवी महे देवी महे तत्रापि वर्णमेलनं समीचीनम् अन्यत् समीचीनं समीचीनम् अस्तु अग्रे लोटी विजया भगिनी वदति वा आं महोदय वदामि वदतु लोटि समाप्तं भगिनि न लटि एव समाप्तं लोटि इदानीं वक्तव्यम् अत्र वेवी इति धातु अस्ति अत्र ताम् इति हलादि अपित् अस्ति अतः किमपि कार्यं नास्ति वेवी ताम् इति मेलनेन वेवी ताम् इति भवति अनन्तरम् अत्र अत्र आताम् अताम् स्व आत्मं द्वम् ऐ आवहे आमहे इति अस्ति इदानीम् अत्र आताम् अस्ति वेवी इति अस्ति अत्र दीर्घ ईकारः भवति अत्र एरणकाचो असंयोगपूर्वसि इत्यनेन यणादेशः भवति अतः दीर्घ ईकारस्य स्थाने यन् आदेशः भवति अतः तत्र वेव्य इति भवति इदानीम् आतम् अस्ति अत्र वर्णमेलनेन एतदपि आतम् अजादि अपित् अस्ति अत्र वर्णमेलनेन वेव्याताम् इति भवति अनन्तरम् अत्र केवलं वर्णमेलनेन वेव्यातम् इति भवति वा? एरणकाचो इत्सयोगपूर्वस्य मया उक्तम् एतत्. अस्तु, अनन्तरम् अत्र अनन्तरम् अत्र अताम् अस्ति. अत्र अताम् अत्र अपि तदेव भवति. ईकारस्य स्थाने यनादेशः भूत्वा एरणकाचो अत्रयोगपूर्वस्य इति सूत्रेण वेव्य योगः अतां योजनेन वेव्यताम् इति भवति. अनन्तरम् अत्र वेवि अस्ति, स्व इति भवति. अत्र विन्कोः इति सूत्रस्य प्रसक्तिः भवति. अतः तत्र आदेशप्रत्ययोः इत्यनेन दन्त्यसकारस्य स्थाने मूर्धन्यचकारः भूत्वा वेवि स्व इति भवति. अग्रे ताम् इति अस्ति. एतत् पूर्वमेव वयं दृष्टवन्तः, कार्यं समानमेव. एरणकाचो अतयोगपूर्वस्य इत्यनेन ईकारस्य स्थाने यनादेशः भूत्वा वेव्या ताम् इति भवति. अनन्तरं भं योजनेन अत्र किं भवति, वेवि द्वम् इति भवति. एतत्तु अलादि अपि तस्ति. वर्णमेलनेन वेवि द्वम् इति भवति. अनन्तरम् अत्र ऐ अस्ति, ऐ आवहे आमहे. अत्र किम् अस्ति चेत् अत्र इकारस्य स्थाने एरणकाचो हस्तयोगपूर्वस्य संयोगः नास्ति. अतः तत्र इकारस्य स्थाने एनादेशः कृत्वा वेवि इति भवति. अनन्तरम् ऐ योजनेन वेव्यै इति भवति. अनन्तरम् अत्र आवहे आमहे, अत्र अपि आवहे आमहे. अजादि अपि तस्ति. अत्र एरणकाचो असंयोगपूर्वस्य इत्यनेन अपित् नास्ति. अपित् कुत्र अस्ति? अपित् नास्ति, पित् अस्ति खलु. वेव्यै इति एकनिमिषं भवति. आमामाम्, ऐ आवहै आमहै इति सर्वाणि एकवचने एकवचने वदतु एकवारं पुनः एकवचने. वेवि इति भवति. अत्र दीर्घ ईकारः भवति वेवि. अनन्तरम् अत्र असंयोगपूर्वः इति भवति. अतः तत्र यनादेशः भूत्वा वेव पित् पित् प्रत्ययः अस्ति चेत् गुणः भवति वा न वा इति चिन्तनीयं खलु. आम्, अतः किमर्थमत्र गुणः न स्यात् इति अत्र किमपि कार्यं नास्ति महोदय. अस्ति एव, अस्माभिः पठितं खलु करपत्रे दीदी धातोः विषये यद् पठितम्, अत्रापि प्रसक्तिः अस्ति खलु. किमस्ति सूत्रम्? दीदी वेविताम् इति सूत्रमस्ति. तेन गुणवृद्धिः न भवति. आम् आम्, अत्र गुणः वा वृद्धिः वा न भवतः. एतत् सूत्रेणैव अत्र अत्र निषिद्धः भवति. गुणकार्यं निषिद्धं भवति. अतः तत्र किमपि कार्यं नास्ति, वर्णमेलनमेव. परन्तु अत्र दीर्घ ईकारस्य स्थाने असंयोगः अस्ति. अतः तत्र एरणकाचो असंयोगपूर्वस्य इत्यनेन अत्र वेव् इति भवति यनादेशः भूत्वा. अनन्तरम् ऐ मेलनेन वेव्यै इति भवति. इदानीम् अत्र वेवि इति भवति, आवहै इति अपि भवति. एतत् सूत्रमस्ति अत्र, इदानीमेव दृष्टवन्तः. वीदि वेवीटम् इति सूत्रेण अत्र गुणः वा वृद्धिः वा न भवतः. अतः तत्रापि निषिद्धः भवति. अतः तत्र वर्णमेलनेन तत्रापि एरणकाचो असंयोगपूर्वः भवति. इकारस्य स्थाने एनादेशः भूत्वा वेव्या वहे आवहे आमहे योजनेन वेव्यावहे वेव्यामहे इति भवति महोदय। समीचीनं समीचीनं, धन्यवादः भगिनि। इदानीं लङ्गील लङ्लकारे किम् अरुणा भगिनी वदति वा, अस्ति वा भवती? आम् आं भगिनि, प्रथमं वेवी वेविङ् वेवी दातु आत्मनेपदे प्रथमम् अलङ्कागमः भवति अवेवि अवेवि इति धातु अङ्गम् अवेवि ता इति हलादि अपि अस्ति, अत्र कार्यं नापि अस्ति, केवलं वर्णमेलनम् अवेविता इति भवति। मध्यमवचने आताम् अस्ति, आताम् आति अजादि आपित् अस्ति, अतः एरनाकोच्चौ संयोगात् पूर्वस्य सूत्रेण एकारस्थाने यङ् आदेशः भवति, वेव्यातां भवति, तदेव उत्तमपुरुषः अडागमः अडागमः अपि वक्तव्यं खलु प्रथमपुरुषे अपि। आं भगिनि, अवेव्यताम् अवेव्यत अवेव्यतं भवति न अवेवीत अवेव्याताम् अवेव्यत अवेव्यत तदेव अवेव्यत न अवे अवे अवेव्यथा अवेव्यथाः अत्र ताः इति अलादि अस्ति, अतः वर्णमेलनमेव आथाम् आतामध्ये आजादि अपि अस्ति, एर्नाकोचो संयोगपूर्वस्य सूत्रेण एकस्थाने यण् आदेशः भवति, अवेव्यथाम् अव्यव्याथां भवति, त्वम् अत्र वर्णमेलनेन अव्यविद्वम् अव्यविद्वं भवति। ई वहि महि सर्वे अति अजादि अपि अस्ति, अतः अत्रापि यणादेशः भवति, अवेव्यवि अव्यवि भवति, अवेवि अविवहि अविमहि भवति न अत्र प्रथमपुरुषे नाम उत्तमपुरुषे एकवचने किमस्ति रूपम्? प्रथमम् इकारान्त अस्ति, अतः यन् आदेशः भवति अवे अवेवि योगः इ इत्यत्र यणरेषः नास्ति अत्र, अवेवियोगः इ इत्यत्र एरनेकच संयोगपूर्वस्य इत्यस्य प्रसक्तिः अस्ति, परन्तु किं भवति तत्र? ओ या दत् अन्यसूत्रमस्ति, ई वर्णयो दीर्घो दिव्यो दिव्ये दिव्योः सूत्रेण एकादश लोपः भवति, अवेवि भवति, अत्र रूमम् अवेवि एव भगिनि, इकारलोप भूत्वा अवेवि एव अवेवि। इदानीम् एरनेकाचो संयोगपूर्वस्य इत्यस्य कार्यं भवति चेत् किं भवति अत्र? अवेवि भवति, यकार इकारः भवति तत्र, अवेवि इति भवति, परन्तु अत्र तु अवेवि इति अस्ति खलु, भेदः अस्ति खलु? आं भगिनि, अवेवि अवि अवेवहि अवेमहि अस्ति, समीचीनम्। अस्तु तर्हि इदानीं लङ्गि किं सर्वैः उक्तं वा? विधिलिङ्गि, क्षम्यतां विधिलिङ्गि, तर्हि तत्र किं शोभा भगिनी वदतु। आं भगिनि, विधिलिङ्गी प्रथमपुरुषे ईत ईयाताम् ईरन् तत्र अपित् प्रत्ययः अपि च अजादि अपित् प्रत्ययः, इदानीं वेवी योगः ईत किं तत्र इदानीम् ई अस्ति परवर्णः अतः तत्र वेवियोगः ईता इति स्थित्यां केवलं वेवीता इति वर्णमेलनं भवेत् तत्र, किन्तु ईता तत्र ई वर्णयोर्दीर्घवेव्योः इति सूत्रेण अन्त्यवर्ण इकारस्य लोपः भवति यकारादौ ईवर्णादौ च परे, तर्हि तत्र वेवियोगः ईता वेवि इत्यस्य इकारस्य लोपः वेव् योगः ईता इति भवति. तदनन्तरं वर्णमेलनेन सम्यक् वा? आमां. हा, वेवीता इति भवति. तथा एव अन्यत्र सर्वत्र तत्र वेवियोगः ईयातां वेवि इत्यस्य इकारलोपः तदेव ईवर्णयोर्दीर्घ क्षम्यताम् ईवर्णयोर्दीधी वेव्योः इति सूत्रेण तत्रापि वेवियोगः ईयातां वेव् योगः ईयातां वेवीयातां, तथा एव वेवीरन् वेवीथाः वेवीयाथां वेवीध्वं वेवीय वेवीवहि वेवीमहि. तत्र न दृश्यते यद्यपि तत्र वेवी इत्यस्य एकारस्य लोपः भवति चेदपि प्रत्ययः ईता इति अस्ति इति आरभते इत्यनेन दीर्घः एव दृश्यते तत्र लोपस्य. आमां, तत्तु अस्ति. आम्, समीचीनम्. अस्तु भगिनी, धन्यवादः. धन्यवादः. इति वेविङ्ग् इति धातोः रूपाणि अस्माभिः साधितानि. तर्हि ततः अग्रे किञ्चित् गच्छामः. सरस्वती भगिनी अग्रे पठति वा? ऊकारान्तदातवः. आं भगिनि. ऊकारान्तदातवः भगिनि, वेविङ्ग् उकारान्तधातवः ऊकारान्तधातवः च चतुर्दशधातवः कु तुक्षु क्ष्णु णु द्यु यु क्षु क्ष्णु ऊर्णु रु हन् ह्नु टुञ् ब्रुञ् सामान्यः उकारान्तधातवः नवधातवः कु तुक्ष्णु ष्णु णु द्यु यु क्षु क्ष्णु ह्नु. हलादिपित्सु, यदि हलादिपित्सु अस्ति तदा उतो वृद्धिर् लुकि हलि इत्यनेन वृद्धिः भवति. इत्युक्ते यु उदाहरणरूपेण युयोगति तिप् अस्ति पित् अस्ति अतः गुण भवेत्, परन्तु उकारान्तधातु अस्ति अतः उतो वृद्धिर्झुकि हलि इत्यनेन सूत्रेण गुणः स्थाने गुणस्य स्थाने वृद्धिः भवति. अतः यु यौ भवति यौति. अजादिपित्सु अस्ति तदा गुणः एव भवति, तदनन्तरम् अवादेशः एचो यवायावः. युयोग आनि अत्र हलि नास्ति अतः उतो वृद्धिर्लुके हलि अस्य कार्यं न भवति. युयोग आनि अत्र पित्सु अस्ति अतः प्रथमतया तु यु अस्य सार्वधातुक अर्धधातुकयोः अनेन यो भवति. यो योग आनि अत्र सन्धिकार्यं भूत्वा एचो यवायावः इत्यनेन अव् भवति ओकारस्य स्थाने. अतः यव् योग आनि यवानि. हलाद्यपित्सु, हलादि अपित् अस्ति अतः गुणनिषेधः भवति निति च इत्यनेन. अतः युयोगतः अत्र किमपि न कार्यं भूत्वा केवलं वर्णमेलनेन युतः भवति. अजाद्यपित्सु, अत्र अपित् अस्ति अतः गुणनिषेधः तु अस्ति एव निति च सूत्रेण. अजादि अस्ति तथा उकारान्तधातु अस्ति. अत्र इकोयणचि बाधित्वा अचिष्णुधातु भ्रुवाभ्योवयङ्गौ इत्यनेन उवङ्ग आदेशः भवति. अतः युयोग अन्ति अत्र युव् योग अन्ति यु योग युवं योग अन्ति अत्र अनुबन्धलोपानन्तरं यु योग अव् योग उव् यकारयोग उव् योग अन्ति वर्णमेलन वर्णमेलनानन्तरं युवन्ति भवति. अग्रे पठामि. बहु समीचीनं भगिनी, धन्यवादः. इदानीं तत्र विजया भगिनी उतोवृद्धि लुकि हल् इति सूत्रं पठति वा? महोदय आम् सूत्रं पठतु. आम् अत्र उतु वृद्धिर्लुकि हलि लुकः विषये अनभ्यस्तस्य उदन्त अङ्गस्य वृद्धिः अलादिपित् सार्वधातुकप्रत्यये परे येन विधि तदन्तस्य इत्यनेन तादृश्यम् अङ्गं यस्य अन्ते उकारः न तु केवल उकाररूप अङ्गम् अलोन्तस्य इत्यनेन अङ्गान्तस्य उकारस्य स्थाने वृद्धिः आदेशः उतः षट्यन्तं वृद्धिः प्रथमान्तं लुकि सप्तम्यन्तम् अलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं नाभ्यस्तस्याचि पिति सार्वधातुके इत्यस्मात् न अभ्यस्तस्य पिति सार्वधातुके इत्येषाम् अनुवर्तिके भवति. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् उतः अङ्गस्य वृद्धिः लुकि हलिपिति सार्वधातुके न अभ्यस्तस्य अभ्यस्तकार्यमस्ति चेत् अत्र न भवति इति लुक् विषये अत्र किम् उतो वृद्धि लुकि हलि हलादिपित् सार्वधातुकप्रत्यये परे अस्ति चेत् अत्र उदन्त उत् अङ्गस्य वृद्धिः भवति. अत्र किं निमित्तम् अनभ्यस्तस्य इत्येव अत्र भवति. अनन्तरम् अत्र येन विधि तदन्तस्य तत् अन्तस्य विधिः भवति इति अनन्तरमत्र अलोन्तस्य अपि अल् अन्त्यस्य वर्णे एव अत्र वृद्धिः भवति इति अनन्तरं तत्र नाभ्यस्तस्याचि पिति सार्वधातुके न अभ्यस्तस्य अनन्तरमत्र पिति सार्वजातिके इत्येषाम् अनुवृत्तिः भवति अत्र अनन्तरम् अत्र अनुवृत्तिसहितसूत्रम् उतः अङ्गस्य वृद्धिः लुकि भवति हलिपिति हलि पित् हल्वर्णः पित्वर्णः सार्वजातिके अनन्तरमत्र न अभ्यस्तस्य अभ्यस्तम् अस्ति चेत् तत्र न भवति इति तत्र उक्तं महोदय. समीचीनं. तर्हि अस्य सूत्रस्य विवरणम् अग्रिमसप्ताहे पुनः एकवारं पश्यामः सूत्रार्थः कथं भवति इति. सरलरूपेण वक्तव्यं चेत् उदन्त अङ्गस्य अन्तिमवर्णस्य वृद्धिः भवति लुकि हलि पिति सार्वधातुके. इत्युक्ते यः अत्र लुकि सति हलादि सार्वधातुकप्रत्यये परे अथवा लुक् विषये अथवा तत्र लुकि अपि च हलि स्थिति सार्वधातुके इत्येतेषां पदानां कः सम्बन्धः इत्यस्मिन् विषये चिन्तनं कुर्मः अग्रिमसप्ताहे. अपि च अत्र यानि पदानि सन्ति तत्र किमपि पदं नास्ति चेत् कुत्र दोषः भवति इति अपि चिन्तनं कुर्वन्तु. अनभ्यस्तस्य इति वदति चेत् तत्र किमर्थं तद् वक्तव्यं, कुत्र दोषः भवति इति चिन्तनं कुर्वन्तु. अपि च लुकि इति पदस्य अन्वयः कुत्र भवति इत्यपि चिन्तनं कुर्वन्तु. इतः अग्रे सूत्रार्थः कः, कथम् अवगन्तव्यम् इति अग्रिमसप्ताहे परिशीलयामः. यतोहि समयः अतीतः. धन्यवादः महोदय, शुभदिनं. नमस्कारः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः.